अस्तु, तर्हि इदानीम् अस्माकं विषयः अस्ति गुरुत्वलक्षणम् इति. अत्र लक्षणवाक्यम् अस्माभिः दृष्टं, तत्र आद्यपतनासमवायीकारणं गुरुत्वम् इति आसीत्. तदनन्तरं तत्र गुरुत्वस्य लक्षणम् इति यदा वयं दृष्टवन्तः, तत्र सम्पूर्णवाक्यमासीत् समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति. तर्हि इदानीम् अस्माकं चर्चा प्रचलन्ती अस्ति तत्र दलसार्थक्यम् इति प्रसङ्गे. इत्युक्ते अत्र दलत्रयम् अस्ति लक्षणे, इत्युक्ते आद्यपतनत्वम् इति एकं दलं, समवायसम्बन्ध अवच्छिन्ना इति दलद्वयं, समवायसम्बन्ध अवच्छिन्न कारणता इति दलत्रयम्, इत्युक्ते समवायसम्बन्ध अवच्छिन्न कार्यता अपि च समवायसम्बन्ध अवच्छिन्न कारणता इति तृतीयं दलमासीत्. तर्हि इदानीं तत्र दलत्रयम् अपि आवश्यकं वा न वा इति चिन्तनं प्रवर्तमानम् अस्ति. तर्हि तत्र यद् अन्तिमपरिच्छेदः दृष्टः अस्माभिः गतकक्षायां, तस्मात् प्रायः किञ्चित् पुनरावर्तनं कुर्मः इति चिन्तयामि. तर्हि गुरुत्वलक्षणे अपूर्वः विचारः इति भागे द्वितीयपरिच्छेदः यदस्ति समवायसम्बन्धस्य इति अस्मात् आरम्भं कुर्मः. तर्हि विद्याशङ्करमहोदय, भवानेव आरम्भं करोति वा? कृपया भगिनि पुनः. गुरुत्वलक्षणे अपूर्वः विचारः इति भागः अस्ति खलु, इत्युक्ते एकादशाधिक एकशततमं पुटं पुस्तके वा? हा, पुस्तके, पुस्तके. ओ, क्षम्यताम्, करपत्रं दृष्ट्वा. हा, पुस्तकं किञ्चित् झटिति समाप्य अत्र विषयः अनन्तरं. अपूर्वविचारः अस्तु. गुरुत्वलक्षणे अपूर्वः विचारः, तत्र वायुवादिलक्षणेषु न, तद् नास्ति महोदय, क्षम्यताम्, अग्रिम अग्रिम हा समवायसम्बन्धस्य भगिनि एकमेकमेकम् ओ अस्तु एकमेकमेकम् अस्तु. समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वात् आद्यपतनरूपधर्मस्य अपि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्. एवं च कारणतायां समवायसम्बन्ध अवच्छिन्न समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्ध अवच्छिन्न कारणताश्रयत्वम् इति गुरुत्वलक्षणं स्यात्. तथा सति समवायिकारणे कन्दुके अतिव्याप्तिः, तत्र तादृशकारितानिरूपिततादात्म्यसम्बन्ध अवच्छिन्नकारणतायाः सत्वात् कारणतायां समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु न अयं दोषः, यतोहि तन्निष्ठकारणता तादात्म्येन अवच्छिन्ना न तु समवायेन इति. गते सत्रे अपि किञ्चित् पठितं, समवायसम्बन्धस्य कार्यतायां अवच्छेद तत्र पूर्वं लक्षणवाक्ये किम् आसीत् समवायसम्बन्ध अवच्छिन्न आद्यपतननिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित इति आसीत्. कार्यतायां समवायसम्बन्धस्य अवच्छेदकत्वात् आद्यपतनरूपधर्मस्य अपि यथा अस्ति तत्र तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्. यथा समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वं धर्मे उक्तं, तथा एव तुल्ययुक्त्या आद्यपतनत्वरूपधर्मस्य अपि अवच्छेदकत्वम् आवश्यकम्. एवं च कारणतायां समवायसम्बन्ध अवच्छिन्न अनुपादाने इति कारणतायां समवायसम्बन्ध अवच्छिन्नत्वं न स्वीकुर्मः, न वदामः, तर्हि आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता तन्निरूपित किमपि सम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति गुरुत्वलक्षणम् इति भवतु नाम. तर्हि किं समवायसम्बन्ध अवच्छिन्न इति न वदामः चेत् किमपि सम्बन्धेन अवच्छिन्न कारणता आश्रयत्वम् अस्ति इति स्वीकुर्मः. तर्हि अतिव्याप्तिः कुत्र अस्ति वा किमपि अन्य लक्षणवाक्ये दोषः अस्ति वा इति द्रष्टव्यम्। अत्र अस्ति कन्दुके अतिव्याप्तिः, यतोहि कन्दुकमपि समवायिकारणम् अस्ति आद्यपतनं प्रति। तर्हि किन्तु तत्र समवाय सम्बन्धः तादात्म्य अवच्छिन्नसम्बन्धः, तत्र कन्दुकविषये तादृशकार्यतानिरूपित तादात्म्यसम्बन्धवच्छिन्नकारणतायः अस्ति। यतोहि तत्र तत्र अतिव्याप्तिः अस्ति, कन्दुकं कारणम् अस्ति, किन्तु तत्र सम्बन्धः तादात्म्यसम्बन्धवच्छिन्नकारणतः तदर्थम् अत्र गुरुत्वलक्षणे समवायसम्बन्धवच्छिन्नत्वम् इति प्रवेशम् इति वदामः चेत् तत्र दोषः निवारितः। यतोहि कन्दुकविषये कन्दुकनिष्ठकारणता तादात्म्येन अवच्छिन्ना, गुरुत्वनिष्ठकारणता समवायेन अवच्छिन्ना इत्यस्मात् दोषः निवार्यते। सम्यक् महोदय, अन्य किमपि? हा अस्तु, अग्रेपि पठोति पठति वा भवान् एव पुस्तके? हा पुस्तके एव। कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व अनुपादाने समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् एवं गुरुत्वलक्षणं स्यात्। एवं सति यत्किञ्चित् समवायि यत्किञ्चित् असमवायिकारणे अतिव्याप्तिः, कपालद्वयसंयोगः घट असमवायिकारणं, तस्मिन्नपि हि समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित समवायसम्बन्धवच्छिन्नकारणता वर्तते। कार्यस्य घटस्य कारणस्य कपालद्वयसंयोगस्य च कपाले एकस्मिन् अधिकरणे समवायेनैव सत्वात् कार्यतायाम् आद्यपतनत्व अवच्छिन्न कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व उपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्ना न तु आद्यपतनत्व अवच्छिन्ना इति न अतिव्याप्तिः। द्वितीयदलं स्वीक्रियते अत्र, कार्यता अत्र अस्ति आद्यपतनं, आद्यपतनं कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व अनुपादाने, यदि आद्यपतनत्व अवच्छिन्नत्वम् इति न वदामः तर्हि किं लक्षणवाक्यं कथं भवति? समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता आश्रयत्वं गुरुत्वलक्षणम् इति अस्ति। तत्र आद्यपतनत्व अवच्छिन्नमिति न तत् त्यजामः चेत् इति लक्षणवाक्यं भवति। एवं सति एवं चिन्तयामः चेत् यत्किञ्चिदपि समवायि असमवायिकारणे अतिव्याप्तिः, यतोहि तत्र कीदृशम् असमवायिकारणमिति न उक्तं, तत्र कपालद्वयसंयोगः घटं प्रति असमवायिकारणं, तत्र तस्मिन् इत्युक्ते कपालद्वयसंयोगे अपि समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता अस्ति घटं प्रति। कार्यस्य घटस्य कारणं घट कपालद्वयसंयोगः तस्य च कपाले एकस्मिन् अधिकरणे समवायेनैव सत्वात्, यतोहि कपालद्वयसंयोगः समवायेन घटे कार्याधिकरणे अस्ति, तस्मात् तदपि कारणं भवितुमर्हति इति वक्तुम् इति आपतति। तदर्थं कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व उपादाने आद्यपतनत्व अवच्छिन्नम् इति कार्यतायाम् अवच्छिन्नत्वं योजनेन कपालद्वयसंयोगस्य कार्यता भिन्नरीत्या अवच्छिन्ना घटत्व अवच्छिन्ना, अत्र गुरुत्वविषये आद्यपतनत्व अवच्छिन्ना इति भेदेन अतिव्याप्तिः पुनः निवार्यते। अत्र द्वितीयदलं कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वम् अवश्यम् इति पर्यवसति। इत्युक्ते तत्र आद्यपतनत्व अवच्छिन्न इति त्यजामः चेत् लक्षणवाक्यं किं भवति? समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति खलु? तत्तु वस्तुतः प्रथमविधासमवायीकारणस्य लक्षणवाक्यमस्ति। तर्हि यत्र यत्र प्रथमविधासमवायीकारणमस्ति तत्र तत्र अतिव्याप्तिः भवति एव, यथा कपालद्वयसंयोगः इति यत्र दृष्टान्तः अस्ति तद्वत्, अन्यत्रापि अन्यत्र यत्र यत्र असमवायीकारणम् अस्ति तत्र सर्वत्र अतिव्याप्तिः भवति इति कृत्वा आद्यपतनत्व अवच्छिन्न इति दलं तु आवश्यकमेव. इत्युक्ते एतावत्पर्यन्तं वयं दृष्टवन्तः यत् सम्बन्धस्य अवच्छिन्नता कारणतायाः क्षम्यतां कारणतायाः अवच्छेद्यम् इत्युक्ते समवायसम्बन्ध अवच्छिन्नकारणता इति तद्दलम् आवश्यकं, नो चेत् कन्दुके अतिव्याप्तिः भवति. आद्यपतनत्व अवच्छिन्नकार्यता इति अपि आवश्यकं, यतोहि तद् नास्ति चेत् असमवायिकारणे अतिव्याप्तिः भवति इति. इदानीं तृतीयदलमस्ति समवायसम्बन्ध अवच्छिन्नकार्यता इति, तद् आवश्यकं वा न वा इति एव चिन्तनम् अग्रे दीयते. तर्हि सुनील् महोदय, भवान् पठति वा अग्रे? परन्तु एवं सति, परन्तु एवं सति आद्यवदनत्वावच्छिन्न कार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणताश्रयत्वम् इत्यावस्तु लक्षणं. कार्यतायां समवायसम्बन्धावच्छिन्नत्व निवेशनं मास्तु, न एतावता क्वापि अतिव्याप्तिः. यत्किञ्चित् असमवायिकारणे कपालद्वयसंयोगादौ अतिव्याप्तिवारणं तु आद्यपतनत्वस्य कार्यतावच्छेदकत्वादेव भवति. न हि कपालद्वयसंयोगस्य कार्यता आद्यपतनत्वावच्छिन्ना किन्तु घटत्वावच्छिन्ना. एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव इति भाति. इत्थमेव अग्रिमे द्रवत्वलक्षणे अपि आद्यस्यन्दनत्वावच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे अतिव्याप्तिः वार्यते इति. तत्रापि कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव. अहं पुनः पठामि. परन्तु एवं सति आद्यपतनत्वावच्छिन्न कार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणताश्रयत्वम् इत्येवस्तु लक्षणं. कार्यतायां समवायसम्बन्धावच्छिन्न निवेशनं मास्तु. अत्र इदानीं द्वितीयदलं त्यजामः चेत् अत्र आद्यवदनत्वावच्छिन्न कार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणताश्रयत्वम् इति लक्षणं भवति. अतः अत्र कार्यतायां समवायसम्बन्धः आसीत् इति त्यजामः. अत्र किमपि अतिव्याप्तिः नास्ति इति अत्र उक्तम् इदानीं. यत्किञ्चित् असमवायिकारणे कपालद्वयसंयोगादौ अतिव्याप्तिवारणं तु आद्यवदनत्वस्य कार्यतावच्छेदकत्वादेव भवति. अत्र एषः असमवायिकारणे कपालद्वयसंयोगः अस्ति चेत् अत्र अतिव्याप्तिवारणम् आद्यपतनत्वस्य कारितावच्छेदकत्वेत्वादेव भवति. इत्युक्ते क्षम्यतां महोदय, इत्युक्ते किञ्चित् इतोपि वक्तव्यं खलु. तत्र यत्किञ्चिदपि असमवायिकारणं भवतु, कपालसंयोगादौ इत्युक्ते कपालसंयोगः इति असमवायिकारणं, तद्वत् अन्यानि असमवायिकारणानि अपि सन्ति. तर्हि यत्र यत्र तादृश अतिव्याप्तिः तत्र भवति, यथा पूर्वं विद्याशङ्करमहोदयेन पठितं, तत्र इत्युक्ते आद्यपतनत्वम् इति त्यजामः चेत्, तद्दलं त्यजामः चेत्, आद्यपतनत्व अवच्छिन्नकार्यता इति दलं त्यजामः चेत् लक्षणं किं भवति? समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता इति. इति तत्र यत्र यत्र असमवायिकारणमस्ति तत्र सर्वत्र अतिव्याप्तिः भवति, परन्तु आद्यपतनत्वम् इति निवेशनेन इति तादृशदल दलस्य संयोजनेन यत्र यत्र असमवायिकारणे अतिव्याप्तिः भवति तत्सर्वम् अपगच्छति खलु. इदानीं तत्र अतिव्याप्तिः इति नास्ति, यतोहि आद्यपतनत्वम् इति दलम् अस्ति इति कृत्वा तादृश अतिव्याप्तिः तु निवारिता इति. न हि कपालद्वयसंयोगस्य कार्यता आद्यपतनत्वावच्छिन्न किन्तु घटत्वावच्छिन्न. अत्र यदि कपालद्वयसंयोगः इति अत्र कार्यता अस्ति अत्र अत्र एकक्षणं, कपालद्वयसंयोगः इति किम् अस्ति? कपालद्वयसंयोगस्य कार्यता भवति घटः इति. तत्र दोषः अस्ति भगिनि, पुस्तके दोषः अस्ति न वा? कार्यता तानि कारणता भवेत् इति मम नोट्स् मध्ये अस्ति. नहि कपालद्वयसंयोगस्य कारणता आधिपतनत्वावच्छिन्ना किन्तु घटत्वावच्छिन्ना इति महोदय कार्यता एव खलु, यतोहि अहं तु न तथा न लिखितवती, परन्तु पूर्वस्मिन् पटे पश्यतु तत्र आद्यपतननिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यता इति एव अस्ति. तस्मिन् स्थाने इदानीं तत्र घटद्वयसंयोग क्षम्यतां कपालद्वयसंयोगः इति चिन्तयामः चेत् तत्र घटत्वनिष्ठसमवायसम्बन्ध अवच्छिन्न कार्यता इति भवति खलु, यतोहि कपालद्वयसंयोगः इति कारणं तस्य कार्यमस्ति घटः, तर्हि कार्यता अस्ति घटत्वम् इति. तर्हि कपालद्वयसंयोगः इति कारणेन यत् कार्यं भवति तस्य कार्यस्य सा कार्यता तु घटत्वेन एव अवच्छिन्ना भवति खलु. सत्यं सत्यं, पुस्तके मम किञ्चित् लिखितमस्ति आसीत् मास्तु. पुनः अहं तत्र ध्वनिमुद्रणं शृणोमि, भवान् अपि शृणोतु. भवती उक्तवती तत् सम्यक् अस्ति एव तत्र, क्षम्यतां. न न चिन्ता नास्ति. तर्हि सुनील् महोदय, भवान् इदानीम् आगच्छति वा? इत्युक्ते कपालद्वयसंयोगस्य कार्यता इत्युक्ते कपालद्वयसंयोगः इति कारणं, तत् कारणेन यत् कार्यं जायते इत्युक्ते घटः इति कार्यं जायते, घटे अस्ति कार्यता, घटे या कार्यता अस्ति तत्तु घटत्वेन अवच्छिन्ना न तु आद्यपतनत्वेन अवच्छिन्ना इति कृत्वा आद्यपतनत्वनिष्ठ कार्यता इति यदा वदामः तदा घटसंयोगे क्षम्यतां कपालसंयोगे या कपालसंयोगे अतिव्याप्तिः न भवति, यतोहि तत्र कार्यतायाः अवच्छेदकं भिन्नम् अस्ति इति कृत्वा. अत्र आद्यपतनत्वेन न अवच्छिन्ना भवति इति कारणेन हा कपालद्वयसंयोगस्य कार्यता आद्यपतनत्वेन न अवच्छिन्ना न भवति, परन्तु घटत्वेन अवच्छिन्ना भवति इति कृत्वा. सामान्यभाषया वदामश्चेत् तत्र कपालद्वयसंयोगेन घटमेव कार्यं भवति न तु आद्यपतनत्वम् इति. सत्यम्, आद्यपतनम् इति पतनम् इति इत्युक्ते अत्र आद्यपतनम् इति केवलं गुरुत्वलक्षणे एव भवति, अन्यत्र न भवति इति एव सारांशत्वेन. सत्यम्, इत्युक्ते तत्र गुरुत्वलक्षणवाक्ये आद्यपतनम् इति अस्ति इति कृत्वा अन्यत्र कुत्रापि तत्र अतिव्याप्तिः न भवति इति. एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव इति भाति. अतः अत्र गुरुत्वलक्षणे अत्र दोषः न भवति इति एव अत्र कार्यतायाम् समवायसम्बन्धावच्छिन्नत्वं नास्ति चेदेव तमेव अग्रिमे द्रवत्वलक्षणे अपि आद्यसन्दनत्वावच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे अधिव्याप्तिर्निवार्यते इति तत्रापि कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव अत्र अग्रिमे अत्र द्रवत्वस्य लक्षणम् अस्ति अत्र तत्रापि एतादृशनियमः भवन्ति इति सत्यम् इत्युक्ते तत्र यदा वयं समवायसम्बन्ध अवच्छिन्नकार्यता इति न स्वीकुर्मः चेदपि तत्र किमपि दोषः न जायते इति एव अस्ति अस्मिन्नेव प्रसङ्गे तत्र अस्माकं करपत्रं किञ्चित् इतोपि किञ्चित् गम्भीरचिन्तनं तत्र भवति तर्हि भगिनी तत् तस्मात् पूर्वं किञ्चित् यदि समवायसम्बन्ध अवच्छिन्नत्वं कार्यतायां त्यजामश्चेत् अत्र आवश्यकता नास्ति एव त्यजामश्चेत् कीदृशं भवति इदानीम् आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति भवति वा सत्यं तदेव अस्ति महोदय करपत्रे तत् भवान् वदति तदेव तत्र अस्ति तर्हि अस्तु अस्तु तत् पश्येम अस्तु भवान् एव पठतु करपत्रात् आरम्भं करोतु करपत्रद्वयं प्रथमकरपत्रम् आद्यपतनत्व असमवायिकारणत्वं कारणं गुरुत्वं दलसार्थक्यम् इति आद्यपतन असमवायिकारणं गुरुत्वं दलसार्थक्यम् इति करपत्रम् आद्यपतन असमवायिकारणं गुरुत्वम् असमवायिकारणं किम् असमवायिकारणस्य लक्षणद्वयम् अस्ति समवायसम्बन्धावच्छिन्नकारणत्वम् इति एकं समवायसम्बन्धावच्छिन्नकारणत्वम् इति द्वितीयम् अत्र प्रथमं लक्षणं ग्राह्यं गुरुत्वलक्षणे आद्यपतन असमवायिकारणम् इति अस्ति तर्हि कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः कारणतावच्छेदकसम्बन्धोऽपि समवायसम्बन्धः भवति असमवायिकारणे गुरुत्वे अत्र किञ्चित् यत्पूर्वमेव अस्माभिः पठितम् असमवायिकारणं तत्र द्विविधम् असमवायिकारणस्य द्वैविध्यं भवति इति अस्माभिः पठितं समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणत्वम् इति एकं समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित स्वसमवायिसमवेतत्वसम्बन्ध अवच्छिन्नकारणत्वम् इति द्वितीयं तत्र प्रथमविध असमवायिकारणस्य उदाहरणम् आसीत् कपालद्वयसंयोगः अनेन घटः इति कार्यं जायते द्वितीयविधसमवायि असमवायिकारणस्य उदाहरणम् आसीत् घटपरिमाणं घटस्य परिमाणम् इति तत्तु कपाल परिमाणात् एव भवति कपालपरिमाणं तु साक्षात् घटे नास्ति कपालपरिमाणं तु कपाले अस्ति घटः तु कपाले समवेतम् अस्ति अपि च घटकपरिमाणं घटे वर्तते इति कृत्वा द्वितीयविध असमवायिकारणं भवति अत्र गुरुत्वलक्षणे कीदृश असमवायिकारणं तत् आद्यपतनस्य असमवायिकारणं गुरुत्वम् इति अस्माभिः पठितम् इदानीं कीदृश असमवायिकारणम् इत्युक्ते प्रथमविध असमवायिकारणमेव किमर्थम् इत्युक्ते कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः अस्ति तत्र आद्यपतनक्रिया इति कार्यं तत्तु कार्याधिकरणे समवायसम्बन्धेन अस्ति कारणता अवच्छेदकसम्बन्धमपि समवायः. इदानीं कारणम् अस्ति गुरुत्वं, तत् गुणम् इति कृत्वा कार्यादिकरणे द्रव्ये समवायसम्बन्धेन अस्ति इति कृत्वा प्रथमविध असमवायिकारणं भवति गुरुत्वम् इति. तदाधारेण लक्षणस्वरूपं किं निर्मीयते, प्रथमः कार्यं तदाधारेण लक्षणस्वरूपं किं निर्मीयते प्रथमः. कार्यम् आद्यपतनं, कार्यतावच्छेदकधर्मः आद्यपतनत्वं, कार्यतावच्छेदकसम्बन्धः समवायः. तर्हि समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति प्रथमतया आपतति. तदाधारेण इत्युक्ते यदा पूर्वस्मिन् परिच्छेदे अस्माभिः निश्चितं प्रथमविधासमवायकारणमेव गुरुत्वम् इति, तदाधारेण लक्षणवाक्यं कीदृशं भवति इति चेत् समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न कार्यता इति अस्ति. अत्र कार्यमस्ति आद्यपतन आद्यपतनम् इति. आद्यपतनं तु इदानीं कार्यता केन धर्मेण अवच्छिन्ना इति चेत् आद्यपतनत्वावच्छिन्ना तत्तु समवायसम्बन्धेन कार्यादिकरणे अस्ति इति कृत्वा समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता. तत्र इदानीं कारणता कुत्र वर्तते इति चेत् गुरुत्वे वर्तते. गुरुत्वं तु गुणं, गुणं कार्यादिकरणे समवायसम्बन्धेन अस्ति इति कृत्वा समवायसम्बन्धावच्छिन्न कारणता, कारणतायाः आश्रयः कारणताश्रयत्वं गुरुत्वे वर्तते इति कृत्वा तदेव गुरुत्वस्य लक्षणम् इति प्रथमतया आपतति. अग्रे महोदय. विद्याधर्यामपि तथैव साक्षात् लिखितं पृष्ठसङ्ख्या 10-100 इत्यस्मिन्. अतः समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति. तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम्. अनन्तरं किन्तु कार्यतायां समवायसम्बन्ध अवच्छिन्नस्य निष्कासनानन्तरं 112 इति पृष्ठे अस्ति, एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न देयमेव इति भाति. तर्हि अनेन भ्रमो जायते, गुरुत्वलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं देयं वा न देयं वा इति. इदानीं पुस्तके यद् अस्माभिः पठितं तत्र समवायसम्बन्ध कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं त्यजामश्चेत् तत्र किमपि दोषः अतिव्याप्ति दोषः न भवति इति इदानीमेव अस्माभिः पठितम् इति कृत्वा तत् त्यजामश्चेत् तत्र तत् योजनीयं वा न वा इति प्रश्नः उदेति इत्येव अस्ति. रामप्रिया भगिनी अग्रे पठति वा? आं भगिनि. तत्र दलचिन्तने कृते सति आद्यपतनत्व अवच्छिन्नत्व अनुपादाने अवशिष्यते समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता. तत्र च घटस्य असमवायीकारणकृते कपालद्वयसंयोग संयोग अतिव्याप्तिः. घटनिष्ठकार्यता समवायसम्बन्ध अवच्छिन्ना, कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्ध अवच्छिन्ना. अतः समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता कपालद्वयसंयोगे अपि अस्ति. तदर्थं गुरुत्वलक्षणे आद्यपतनत्व अवच्छिन्नत्वं योजितम्. आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति यथा उच्यते तदा कपालसंयोगे तन्नास्ति. अनेन कपालसंयोग अतिव्याप्तिः भारिता. अत्र दलत्रयम् अस्ति. दलचिन्तनं यदा कुर्मः आद्यपतनत्व अवच्छिन्न तद् दल तद् दलं त्यजामः चेत् किम् अवच्छिन्नम् अवच्छिन्नत्वम् आद्यपतनत्व अवच्छिन्नत्वम् इति दलं त्यजामः चेत् किं भवति इति चिन्तनं तत्र किं भवति इत्युक्ते समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता इत्येव अवशिष्यते तत्तु असमवायीकारणस्य लक्षणम् अस्ति यदा घटस्य असमवायीकारणं किम् इति पश्यामः चेत् तत्रापि कपालद तत्र एतद् लक्षणवाक्यम् आगच्छति इति कृत्वा तत्र कपालद्वयसंयोगे अतिव्याप्तिः दोषः भवति घटनिष्ठ इत्युक्ते किम् इति दत्तमस्ति घटनिष्ठकार्यता समवायसम्बन्ध अवच्छिन्ना कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्ध अवच्छिन्ना इति कारणतः तत्र कपालद्वये संयोगे अतिव्याप्तिः आगच्छति तत्र अस्ति इति कृत्वा अतः गुरुत्वलक्षणे आद्यपतनत्व अवच्छिन्नत्वम् इति दलं विशिष्टजल दलं योजनीयं किमर्थम् इत्युक्ते कपालद्वयसंयोगे अतिव्याप्तिदोषः निवारणाय अधुना कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत् का दोषः इति प्रश्नः आयाति आद्यपतनत्व अवच्छिन्नत्वस्य योजनेन कपालसंयोगे अतिव्याप्तिः अतिव्याप्तेः वारणत्वात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकं तर्हि लक्षणं किं लक्षणं भवति आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता एवं सति असमवायिकारणस्य सामान्यलक्षणं न गच्छति कुत्रापि न दोषो न दोषो कुत्रापि च दोषो नास्ति यथा कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वं निवेश्यते तदा समवायसम्बन्ध अवच्छिन्नत्वं देयं नास्ति एव इदानीं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वम् इति दलं त्यजामः चेत् किं भवति कः दोषः आगच्छति इति प्रश्नः यदा त्यजामः चेत् किं भवति इत्युक्ते आद्यपतनत्व अवच्छिन्नत्वस्य इति योजनेन कपाल द्वये कपालद्वयसंयोग अतिव्याप्तिः तु वारितं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम् इत्येव वयं पुस्तके अपि पठितवन्तः तर्हि किं भवति लक्षणवाक्यं यदा कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वम् इति त्यजामः चेत् इदानीं लक्षणवाक्यं भवति आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति यदा तदा अस्ति चेत् असमवायिकारणस्य सामान्यलक्षणं तु न गच्छति एव किमर्थम् इत्युक्ते यदा समवायसम्बन्ध अवच्छिन्न कारणता इति अस्ति अतः तत्र असमवायिकारण्यस्य यद् सामान्यलक्षणम् अस्ति तद् तदापि न गच्छति तत् तिष्ठति एव अतः कुत्रापि दोषः न भवति कार्यतायाम् आद्यपतन अवच्छिन्नत्वं निवेश्यते यदा समवायसम्बन्ध अवच्छिन्नत्वं देयं नास्ति एव आद्यपतन अवच्छिन्नत्वं आद्यपतनत्व अवच्छिन्नत्वं तस्य दलस्य निवेशनम् आवश्यकं परन्तु समवायसम्बन्ध कार्यतायां समवायसम्बन्धत्व अवच्छिन्नत्वम् इति दलस्य आवश्यकं नास्ति इति अस्ति अग्रे भगिनि एवं चेत् प्रथमतया किमर्थं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं दत्तम् आरम्भे आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता इति उक्तं। तत्र नावश्यकं चेत् किमर्थं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं योजितं? तत्तु आपततः आगतं। कुतः? मूले तर्कसङ्ग्रहे गुरुत्वलक्षणं किम्? आद्यपतन असमवायीकारणं गुरुत्वम् इति। अत् असमवायीकारणम् इति पदम् अस्ति। इदानीं प्रश्नः पुनः आगतः। यदा कार्यतायां समवायसम्बन्ध अचिन्नत्वम् इति दलं न आवश्यकं चेत् मूलवाक्ये तस्य किमर्थं योजितं तद्वाक्यं तद् पदम् इति, क्षम्यतां, तद् दलम् इति। मूलवाक्यं तु आसीत् आद्यपतन असमवायीकारणं गुरुत्वम् इति। असमवायीकारणम् इत्यस्य लक्षणवाक्यम् आसीत् समवायसम्बन्धावच्छिन्नकार्यतानिरूपित समवायसम्बन्धावच्छिन्नकारणत्वम् इति। अतः तस्मात् आगतः एतद् समवायसम्बन्ध अवच्छिन्नकार्यम् अवच्छिन्नकार्यता इति एव आगच्छति। बहु सम्यक् भगिनि, अग्रे। तत्र कोऽपि पृच्छति तर्हि तत्र असमवायि इति मास्तु, केवलम् आद्यपतनकारणं गुरुत्वम् इति भवतु, तदानीं समवायीकारणमपि आगच्छति, असमवायीकारणमपि आगच्छति, निमित्तकारणमपि आगच्छति। आद्यपतनकारणं तु स्वयं कन्दुकं तस्य समवायीकारणत्वात्, निमित्तकारणं दण्डादिकम्। अतः कारणविशेषस्य प्रवेशो नास्ति चेत् त्रिविधकारणानि इति कृत्वा अतिव्याप्तिः, तस्य वारणार्थम् असमवायिकारणं वक्तव्यम्। अत्र किमपि कोऽपि पृच्छति चेत् असमवायि इति एव न आवश्यकम्, आद्यपतनकारणं गुरुत्वम् इति लक्षणवाक्यं भवतु इत्युक्ते किं भवति इति। अत्र यदा आद्यपतनकारणं गुरुत्वम् इति अस्ति चेत् तत्र समवायीकारणम् असमवायीकारणं निमित्तकारणम् इति आगच्छति। अत्र अतिव्याप्तिदोषः तस्मिन् कारणात् आगच्छति। आद्यपतनकारणं तु स्वयं कन्दुकं तस्य समवायीकारणत्वात्, आद्यपतनकारणं तत्र तु कन्दुकस्य एव अतिव्याप्ति दोषः आगच्छति। निमित्तकारणम् अस्ति चेत् तत्र दण्डादिकम् इति, दण्डः इति कारणेन तत्र अतिव्याप्तिः। अतः कारणविशेषस्य प्रवेशो नास्ति चेत् त्रिविधकारणानि, तदेव मया उक्तम् इदानीं, यदा कारणविषये न उक्तं चेत् तत्र त्रिविधकारणानि अपि आगच्छति इति कृत्वा तत्र अतिव्याप्तिः भवति, तस्य वारणार्थमेव असमवायीकारणम् इति वक्तव्यम्। सम्यक् भगिनि, सरला भगिनी पठितुं शक्नोति वा? भगिनि, तत्र किञ्चित् क्लेशः वर्तते इति अहं चिन्तयामि। दण्डेन आद्यपतनं कारयितुं शक्यते वा? इत्युक्ते दण्डेन तत्र कन्दुकस्य यदा दण्डेन कन्दुके क्रिया कारयितुं शक्यते, न तु आद्यपतनं। यदा आद्यपतनम् इति वदामश्चेत् निमित्तकारणम् इत्युक्ते निमित्तकारणं कथं, किं किं निमित्तकारणं भवति इति सम्यक्तया अस्माकं ज्ञानं नास्ति खलु। तर्हि तत्र दण्डेन क्रिया जायते, क्रिया एव पतनं खलु, पतनमपि क्रिया एव इति कृत्वा यदा आद्यपतनम् इति वदामश्चेत्, हा, तर्हि तत्र आद्यपतनस्य निमित्तकारणं दण्डः इति भवितुम् अर्हति खलु, यतोहि दण्डेन तत्र कन्दुकस्य कन्दुके क्रिया जाता, तेन सा क्रिया तु पतनक्रिया इति अस्ति चेत् तत्र दण्डः इति निमित्तकारणं भवितुम् अर्हति। इत्युक्ते तत्र कन्दुकं कुत्रापि कोणे अस्ति इति चिन्तयामः चेत् किमपि वायौ वा अथवा किमपि तत्र आवश्यकं खलु, येन क्रिया जायते इति, तत्तु दण्डः इति भवितुम् अर्हति इति। अत्र तादृश तादृशभावेन दण्डः इति स्वीकृतः इति चिन्तयामि. इत्युक्ते यदा कोणे कन्दुकमस्ति स्वेच्छया तद् न पतति खलु, किमपि तत्र न्यूटन्स्. किन्तु यदा तादृशं पतति तत् आद्यपतनम् इति वयं वदामः वा? हा, यदा पतति तत् प्रथमपतनम् आद्यपतनं खलु. यदा तत्र पतनं जातं तत्र प्रथमपतनक्रिया यद्भवति तद् आद्यपतनं, तदनन्तरं तु यद्भवति तस्य तत्तु आद्यपतनं नास्ति. पतनक्रियायाः प्रथमक्षणे यद्भवति तदेव आद्यपतनं. हा, यदि भूतले कन्दुकम् अस्ति, इदानीं दण्डेन अहं ताडयामि, तदा क्रिया जायते, तत् प्रथमक्रिया अपि आद्यपतनम् इति भवितुम् अर्हति इति भवती वदति. सत्यं. तदेव अस्ति, किन्तु पुस्तके किम् अस्ति, कोऽपि कन्दुकम् उपरि क्षिपति दण्डेन वा हस्तेन वा, अनन्तरम् उपरि गत्वा अनन्तरम् आद्यपतनम् आरम्भं भवति. इत्युक्ते तत्र इत्युक्ते यदा पतन इत्युक्ते तत्र तात्पर्यं किम् इत्युक्ते यदा पतन आरम्भं भवति तत्र प्रथमपतनं यदस्ति तद् आद्यपतनं. इत्युक्ते तत्र अधोभागात् उपरि गत्वा पुनः भूमौ भूमिं प्रति आगच्छति वा, नो चेत् तत्र कुत्रापि उपरि अस्ति तस्मात् भूमिं प्रति पतति वा इति, तत्तु भिन्नवार्ता खलु. परन्तु यदा पतनं पतनक्रिया जायते तदा प्रथमपतनं यद्भवति तद् आद्यपतनं. सत्यं, किन्तु दण्डस्य दण्डस्य क्रिया उपरि गमने विषये भवितुमर्हति, न तु पतन पतनसमये. हा, तस्मिन् उदाहरणे तथा सत्यं. परन्तु अन्यत् स्थले तु यदा इदानीं चर्चितवन्तः तत्र उपरि यदा कोणे कन्दुकमस्ति तदा दण्डेन तस्य ताडनं भवति तर्हि तत्र पतनं भवति खलु, तत्र तु दण्डेन एव पतनं जायते इति. तत्र वस्तुतः महोदय एकक्षणं, तत्र महोदयः किं मनसि निधाय तथा लिखितवान् इति न जानामि, परन्तु तत्र दण्डः मम चिन्तनमेवम् अस्ति. तत्र दण्डः इति विषये तत्र प्रायः अवधानं मास्तु, यतोहि अस्माकं विषयः यदस्ति तत्र असमवायिकारणम् इति निवेशनेन यत् समवायिकारणं भवति अथवा निमित्तकारणं भवति तत्र अतिव्याप्तिः न भवति इति एव अस्माकं मूलविषयः. अत्र निमित्तकारणं यत्किमपि भवतु, दण्डः वा भवतु, तदर्थमेव तत्र दण्डादिकम् इति अस्ति खलु, न तु दण्डः इति. तर्हि तत्र घटस्य विषये अपि चिन्तयित्वा महोदयः तत्र दण्डः इति प्रायः लिखितवान् स्यात्, न जानामि. तर्हि तत्र अस्माकं तत्र मुख्यबिन्दुः अस्ति यत् निमित्तकारणे अतिव्याप्तिः नास्ति इति एव. अस्तु, भवतु. अहं तत्र भवती उक्तवती किल यत्किमपि उपरि कोणे कन्दुकम् आसीत्, इदानीं वायु जायते अतः तेन कारणेन तत् अधोभागे पतति इति, तत्रापि साक्षात् न पतति, युनो तत्र किञ्चित् प्रायः इतस्ततः गत्वा एव तदनन्तरं पतति, तादृशं प्रथमक्षणे एव तादृशं अधोभागे पतितुम् अर्हति चेत् तत्र न तिष्ठति एव, यत्र कुत्रापि तत् भवेत् किल कन्दुकं. इत्युक्ते तत्तु विषयान्तरम् अस्ति वस्तुतः अस्माकम्. आम्, किन्तु तत्र किमर्थं तद् अहम् उक्तवान् इति चेत् तत्र प्रथमक्रिया यदा वायु जायते तत्र प्रथमक्रिया तु आद्यपतनं न भवितुम् अर्हति इति प्रायः तु इदानीं. हा, इत्युक्ते हा प्रायः तथा, तत्तु प्रायः यदा वयं निमित्तकारणविषये पठेम तत्र इतोपि किञ्चित् चर्चा भवति इति चिन्तयामि. आमामां, किन्तु अत्र आद्यपतनस्य लक्षणं न उक्तम् अतः प्रायः गुरुत्वस्य लक्षणम् अपि च अस्माकं विषयः अस्ति तत्र तत्र समवायिकारणे अपि च निमित्तकारणे अतिव्याप्तिः नास्ति इति. आद्यपतनस्य लक्षणं न उक्तम् इति कृत्वा भूमौ कन्दुकमस्ति चेत् दण्डेन ताडनेन तस्मिन् यत् क्रिया जायते तदपि आद्यपतनमिति स्वीकर्तुं शक्यते. हा, सत्यम्. इत्युक्ते प्रायः इदानीम् एतत् चर्चा मास्तु, यतोहि एकं तु विषयान्तरम् अस्ति, द्वितीयं तु आद्यपत्रम् इत्युक्ते किम् इति वयं न जानीमः इति कृत्वा तत्र केवलम् ऊहा एव कर्तुं शक्नुमः. तर्हि हा, विद्याशङ्कर् महोदय अग्रे पठति वा? अपि च तदा सत्यं सत्यम्. अपि च यदा असमवायिकारणम् इति पदं मूलवाक्ये इत्युक्ते आद्यपतन असमवायिकारणं गुरुत्वम् इत्यस्मिन् शृणुमः, यदा पदं मूलवाक्ये शृणुमः तदा झट् इति लक्षणं किम् इति प्रश्ने किम् आगच्छति? असमवायिकारणस्य लक्षणं यदस्ति प्रथमं लक्षणं मनसि आगच्छति एव, इत्युक्ते समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता, कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः समवायसम्बन्धः। अतः प्रथमतया यदा लक्षणस्य ऊहां कुर्मः तदा असमवायिकारणस्य लक्षणं तस्मिन् योजयित्वा वदामः। आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता, मूलवाक्यानुसारम् असमवायिकारणस्य लक्षणं तस्मिन् आगच्छति एव। तदनन्तरं यदा विचारयामः तदा पश्यामः यत् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत् अपि कोऽपि दोषः नास्ति। पूर्वमुक्तं त्रिविधकारणं निवारणाय असमवायिकारणमिति वक्तव्यम्। अपि यदा असमवायिकारणम् इति पदं शृणुमः मूलवाक्ये, इत्युक्ते गुरुत्वस्य लक्षणम् आद्यपतनस्य असमवायिकारणं गुरुत्वम् इति लक्षणवाक्यं यदा शृणुमः तदा झट् इति असमवायिकारणं किं, तस्य लक्षणं किम् इति मनसि आगच्छति। असमवायिकारणमिति तत्र प्रथमलक्षणं यदस्ति उपरि लिखितं तद् मनसि आगच्छति अत्र, इत्युक्ते किं, समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति असमवायकारणस्य एकं लक्षणं, कार्यता अवच्छेदकसम्बन्धः अत्र समवायसम्बन्धः समवायकारण असमवायकारणलक्षणे, कारणता अवच्छेदकसम्बन्धः तदपि समवायसम्बन्धः। अतः प्रथमतया यदा लक्षणस्य ऊहं कुर्मः यदा किं लक्षणमिति चिन्तयामः तदा असमवायिकारणस्य साधारणलक्षणं सामान्यलक्षणं तस्मिन् योजयित्वा पूर्णलक्षणं वदामः। गुरुत्वस्य आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित इति आद्यपतनत्व अवच्छिन्न कार्यता समवायसम्बन्ध अवच्छिन्न कार्यता तयोः निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति गुरुत्वम्। मूलवाक्यस्य अनुसारं असमवायकारणस्य लक्षणं तस्मिन् आगच्छति एव। यदा असमवायकारणम् इति मूलग्रन्थे पश्यामः तस्मात् एषः एतादृशवाक्यम् एतादृशं वाक्यं लक्षणवाक्यम् आगच्छति एव। तदनन्तरं यदा सूक्ष्मतया विचारयामः दलस्य पृथक् पृथक् विचारं कुर्मः तदा पश्यामः यत् एकस्मिन् लक्षणे अवश्यमस्ति कन्दुकमिव अतिव्याप्तिः, एकत्र भिन्नभिन्न असमवायकारणस्य अतिव्याप्तिः, तृतीयं तलम् अत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न वदामः चेत् अपि दोषः कुत्र अस्ति इति अस्माभिः न दृष्टं। तद् चिन्तयित्वा वक्तुं शक्नुमः यत् ओ प्रायः तत् दलं न आवश्यकम् इति उक्त्वा दोषः नास्ति, न वदामः चेत् दोषः नास्ति इति चिन्तनं भवति। अग्रे महोदय, यतोहि लक्षणं द्विविधतया चिन्तयितुं शक्यते, सामान्यलक्षणं विशेषलक्षणं च। यथा प्रथमम् असमवायिकारणस्य सामान्यलक्षणं, तदा कस्यचित् असमवायिकारणलक्षणमिति विशेषलक्षणं। यथा असमवायिकारणस्य किं लक्षणम् इति एकः प्रश्नः, द्वितीयप्रश्नः घटं प्रति कपालद्वयसंयोगः असमवायिकारणं, कपालद्वयसंयोगात्मकं यत् असमवायिकारणं तस्य किं लक्षणम् इति द्वितीयप्रश्नः। तर्हि अत्र प्रश्नः द्विविधः, असमवायकारणस्य किं लक्षणम् इति सामान्यप्रश्नः, तत्र सामान्य उत्तरं देयं, समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता, अत्र धर्मस्य प्रवेशः नास्ति, सम्बन्धमात्रप्रवेशः। पुनः यदि पृच्छ्यते कपालद्वयसंयोगनिष्ठं यद् घट असमवायकारणत्वं तस्य किं लक्षणम्, अधुना धर्मस्य प्रवेशं कर्तुं शक्यते। कार्यं कारणं च तथा निर्दिष्टं चेत् वदामः प्रथमतया घटत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्धवचनकारणता, किन्तु यदा पश्य तदा पश्यामः यत् तत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वे आवश्यकता नास्ति. अत्र सामान्य द्वितीयं यथा लक्षणम् इति चिन्तयामः तत्र द्विविधं लक्षणं भवितुमर्हति. द्विधतया चिन्तयितुं शक्यते. एकं तु सामान्यलक्षणं, द्वितीयं विशेषलक्षणं. यथा प्रथमम् असमवायकारणस्य सामान्यलक्षणं किम् अस्ति इति पश्यामः चेत् तत्र समवायसम्बन्धवच्छिन्न कार्यतानिरूपित समवायसम्बन्धवच्छिन्न कारणता इति सामान्यलक्षणं. कस्यचित् विशेषसन्दर्भे असमवायकारणस्य लक्षणं कथम् अस्ति इति द्वितीयं चिन्तनम्. एकं प्रश्नमस्ति असमवायकारणस्य किं लक्षणं, द्वितीयं प्रश्नम् अस्ति यथा घटं प्रति घटसन्दर्भे घटं प्रति कपालद्वयसंयोगः यत् असमवायकारणम् अस्ति तस्य इत्युक्ते कपालद्वयसंयोगात्मक असमवायकारणं तस्य लक्षणं किम् इति विशेषप्रश्नः, द्वितीयप्रश्नः. तर्हि अत्र प्रश्नः द्विविधः, असमवायकारणस्य लक्षणं किं सामान्यप्रश्ने सति उत्तरं तु दृष्टवन्तः. अत्र धर्मस्य प्रवेशः नास्ति, धर्मस्य इत्युक्ते विशेषकारणस्य प्रवेशः नास्ति, सम्बन्धमात्रप्रवेशः. पुनः यदि विशेषतया पश्यामः कपालद्वयसंयोगनिष्ठ घटसमवायकारणं यत् अस्ति तस्य लक्षणं किं, तत्र यदि इदानीं धर्मस्य प्रवेशः भवति कार्यं कारणं च तत्र योजयामः घटविषये वक्तुं शक्नुमः. घटत्व अवच्छिन्न इति घटत्वमिति धर्मः, धर्मेण अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता, तादृशकार्यतया निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति कपालद्वयसंयोगः इति धर्मं योजयित्वा असमवायकारणस्य लक्षणम् इति आपतति. किन्तु तदा पश्यामः यत् तत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं तस्य आवश्यकता अत्र नास्ति इति अनन्तरं सूक्ष्मविचारेण किम् अवगम्यते अस्माभिः. सत्यम्, इत्युक्ते यदा तत्र केवलं समवायिकारणम् इति चिन्तयामः चेत् तत्र कार्यता कारणता द्वयोः अपि सम्बन्धः इति चिन्तनम् आवश्यकं. परन्तु यदा तत्र कपालसंयोगः इति विषये चिन्तयामः चेत् तदा धर्मस्य निवेशनं भवति. तर्हि तदा कार्यतायां कार्यता केन सम्बन्धेन अवच्छिन्ना भवति इत्यस्य आवश्यकता तत्र न भवति. सम्यक् महोदय, अग्रेपि पठति वा? अन्यत् उदाहरणं, द्रव्यस्य किं लक्षणं, गुणवत्त्वं द्रव्यस्य लक्षणं नाम द्रव्यस्य सामान्यलक्षणम्. अधुना पृथिवी द्रव्यम् अस्ति, तर्हि कोऽपि प्रश्नं कुर्यात् पृथिवी इति द्रव्यस्य किं लक्षणं, पृथिव्याः लक्षणं किम् इति अपृष्ट्वा पृथिवीद्रव्यस्य लक्षणं किम् इति नाम पृथिव्यात्मकद्रव्यस्य लक्षणम् इति तात्पर्यम्. न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत् जानाति सः यत् पृथिवीद्रव्यम् अस्ति, अतः विचिन्त्य तादृशप्रश्नं प्रष्टुं शक्नोति. उत्तरदाने पृथिव्यां कश्चन विशेषः वर्तते यत् अन्येभ्यः द्रव्येभ्यः व्यावर्तयति, स च विशेषः गन्धः. तत्र सामान्यलक्षणं विशेषलक्षणमस्मिन् विषये अन्यत् उदाहरणं द्रव्यं, द्रव्यस्य लक्षणं किम् इति प्रश्ने गुणवत्त्वं द्रव्यस्य लक्षणं नाम द्रव्यस्य सामान्यलक्षणं द्रव्ये गुणः अस्ति इति सामान्यलक्षणम्. अधुना पृथ्वी इति द्रव्यस्य एकं स्थलं, तर्हि कोऽपि पृच्छति पृथिवी इति द्रव्यस्य किं लक्षणम् इत्युक्ते पृथिव्याः लक्षणं किम् इति न वदामः इति न अनुक्त्वा पृथिवीद्रव्यस्य लक्षणं किम् इत्युक्ते पृथिवी द्रव्यमिति सः जानाति नाम पृथिवीयात्मकद्रव्यस्य लक्षणम् इति तात्पर्यम्. इत्युक्ते पृथिव्यात्मकद्रव्यस्य लक्षणं किम् इति प्रश्नः. न्यायप्रवेशे, न्यायशास्त्रे कोऽपि आरम्भे यदा पठामः सः जानीमः यत् पृथिवी द्रव्यम् अस्ति, तद् विचिन्त्य पृथिवी द्रव्यस्य लक्षणं किम् इति प्रश्नं प्रष्टुं शक्नुमः. उत्तरदाने पृथिव्याः किमपि विशेषलक्षणं भवेत् येन पृथिवी अन्यद्रव्येभ्यः किं व्यावर्तयति इत्युक्ते भिन्नः भवति, भेदः भवति, स च विशेषः गन्धः. गन्धः पृथिव्याः लक्षणमिति वयं पूर्वं दृष्टवन्तः. पृथिवी द्रव्यमिति ज्ञात्वा पृथिव्याः विशेषगन्धं किं, विशेषलक्षणं किम् इत्युक्ते गन्धः इति उत्तरम् आपतति. तर्हि अग्रे सुनील् महोदय पठति वा? एतावत्पर्यन्तं प्रश्नः अस्ति वा? अपि च तत्र व्यावर्तयति इत्युक्ते किं महोदय? तत्र एकवारं वदति वा? तत्र उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत् अन्येभ्यः. पदस्य किं विग्रहं न जानामि, किन्तु भिद्यते इति अर्थम् इति विवक्षा, किन्तु विवर्तनं न जानामि तत्र व्यवर्तयति. हा, न जानामि महोदय. तत्र व्यावर्तयति इति तत्र वियोगः आयोगः भृत् इति धातुः स्यात् खलु तत्र इति अहं चिन्तयामि. परन्तु अर्थः तु यथा भवान् उक्तवान् इत्युक्ते तत्र पृथक् करोति इति एव. अपि च तत्र निजन्तप्रयोगम् इति चिन्तयामि, व्यावर्तयति इति. द्रव्येभ्यः इति भवेत्, द्रव्येभ्यः इति अस्ति. हा हा, सत्यं, द्रव्येभ्यः, द्रव्येभ्यः इति भवेत्, सत्यम्. हा, पठतु महोदय. तर्हि पृथ्वी द्रव्यस्य प्रश्ने सति उत्तरत्वे प्रथमतया विचारयामः यत् द्रव्यस्य लक्षणं गुणवत्त्वं, पृथिव्यां च गन्धः अस्ति इति कृत्वा गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणमिति. अस्मिन् लक्षणे कश्चन दोषः अस्ति वा? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषे वर्तते किं, दोषः वर्तते किं? त्रिषु दोषेषु अव्याप्तिर्वा अतिव्याप्तिर्वा असम्भवो वा नास्ति. किन्तु यदा दलचिन्तनं कुर्मः तदा पश्यामः यत् वस्तुतः गन्धवत्वम् इत्येव पर्याप्तं, गुणवत्वम् इत्यस्य आवश्यकता नास्ति. अतः अत्र पृथिवी द्रव्यस्य उदाहरणं स्वीकुर्मः चेत् अत्र यः नूतनः पृच्छति पृथिवी द्रव्यस्य लक्षणं किम् इति, अत्र द्रव्यस्य लक्षणं गुणवत्वम् इति वदामः चेत् अत्र पृथिव्यां गन्धः अस्ति इति स्वीकृत्य गुणवत्त्वे सति गन्धवत्वं पृथिव्याः लक्षणम् इति वयं वक्तुं शक्नुमः. इदानीम् अत्र लक्षणे कश्चन दोषः अस्ति वा इति प्रश्नः. अत्र अव्याप्तिः वा अतिव्याप्तिः वा असम्भवदोषः अथवा अन्य दोषः अस्ति वा इति प्रश्नः. अत्र त्रिषु दोषेषु किमपि अत्र नास्ति एव. अतः अत्र दलचिन्तनं पुनः स्वीकुर्मः चेत् अत्र केवलं गन्धवत्वम् इति एव आवश्यकम्, इत्युक्ते अत्र अव्याप्तिः नास्ति, अतिव्याप्तिः नास्ति, असम्भवः नास्ति इति कारणेन अस्मिन् वाक्ये गुणवत्वम् इति न आवश्यकं, केवलं गन्धवत्वम् इति एव पर्याप्तम् इति. हा, इत्युक्ते तत्र गुणवत्त्वे सति गन्धवत्वं पृथिव्याः लक्षणम् इति यत् लक्षणवाक्यम् आरम्भे आसीत् तत्रापि दोषो नास्ति, इत्युक्ते तत्र तत्र दोषत्रयमपि तत्र नास्ति, इत्युक्ते अव्याप्ति, अतिव्याप्ति, असम्भव इति असम्भवादे असम्भवा असम्भवे इति असम्भवाः क्षम्यताम् इति दोषाः तत्र नास्ति. परन्तु तथापि यदा वयं दलचिन्तनं कुर्मः तत्र कति दलानि सन्ति गुणत्वे सति गन्धवत्वं पृथिव्याः लक्षणम् इति लक्षणवाक्ये गुणवत्वम् इति एकमस्ति गन्धवत्वम् इति अन्यः अस्ति सत्यं तर्हि गुणवत्वम् अपि च गन्धवत्वम् इति अस्ति तर्हि अत्र इदानीं दलचिन्तनं कुर्मः चेत् गुणवत्वम् इति दलं त्यजामः चेदपि गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः चेत् तत्रापि यथा भवान् उक्तवान् तत्र दोषत्रयमपि नास्ति इति कृत्वा गुणवत्वम् इति त्यजामः इति निष्कास्य केवलं गन्धवत्वं पृथिव्याः लक्षणम् इति लक्षणवाक्यं वक्तुं शक्नुमः इत्युक्ते तत्र गुणवत्वम् इत्यस्य वैयत्यं भवति इति कृत्वा तत् लक्षणवाक्ये तस्य आवश्यकता नास्ति इति अन्ततो गत्वा वयम् अवगन्तुं शक्नुमः तर्हि किमर्थम् आरम्भे गुणवत्वस्य निवेशनं कृतं यः उत्तरदाता सः प्रश्नं दृष्ट्वा उत्तरेति प्रश्नः कीदृशः पृथिवीद्रव्यस्य किं लक्षणम् इति प्रश्नम् अधिकृत्य द्रव्यस्य सामान्यलक्षणम् आगच्छति एव पुनः पृथिव्याः कश्चन विशेषः वक्तव्यः अन्येभ्यः व्यावर्तकः इति विचारे उत्तरं दत्तं तात्कालिकरूपेण गुणवत्ते सति गन्धवत्वं पृथिव्याः लक्षणमिति तादृशप्रश्नः अस्ति चेत् तादृशम् उत्तरं भवेत् इति वस्तुतः नास्ति परन्तु एतादृशप्रश्ने सति प्रश्नम् अनुसृत्य कोऽपि तादृशम् उत्तरं ददाति चेत् एवम् उच्यमाने सति अपि सामान्यतया दोषः नास्ति अतः प्रश्नः अस्ति किमर्थं गुणवत्वं न आवश्यकम् इति पूर्वस्मिन् वाक्ये केवलं गन्धवत्वम् इति पर्याप्तं चेत् अत्र किमर्थं गुणवत्वम् इति वाक्ये अस्ति अतः अत्र अस्ति यः उत्तरं ददाति सः प्रश्नं दृष्ट्वा एव वदति इत्युक्ते अत्र कीदृशः प्रश्नः इति प्रथमं द्रष्टव्यम् अतः प्रश्नः अस्ति पृथिवीद्रव्यस्य लक्षणं किम् इति आसीत् अतः तद् स्वीकृत्य सामान्यलक्षणम् एव आगच्छति अतः पुनः पृथिव्याः कश्चन विशेषं स्वीकृत्य वक्तव्यं चेत् अन्यत् किमपि स्वीकरणीयम् अत्र अत्र पृथक् स्पष्टीकरणार्थम् अतः तत्र एवं गुणत्वम् इति तात्कालिकरूपेण स्वीकृत्य गुणत्वे सति गन्धवत्वं प्रतिव्याः लक्षणम् इति सः वदति अत्र तादृशप्रश्नः अस्ति चेत् तादृशम् उत्तरं भवेत् इति वस्तुतः नास्ति तादृशं न वक्तव्यमपि परन्तु अत्र सरलरीत्या एवं वदामः चेत् अत्र दोषः नास्ति इति अस्ति अत्र तात्कालिकरूपेण इत्युक्ते किम् इत्युक्ते अत्र केवलं अत्र दृढतया नास्ति केवलम् एवमेव अत्र वदामि अत्र दोषः नास्ति वदामः चेत् दोषः नास्ति न वदामः चेदपि दोषः नास्ति अतः तत्र कः पृच्छति इति दृष्ट्वा तात्कालिकरूपेण वदामः इत्युक्ते वस्तुतः तात्कालिकरूपेण इत्युक्ते झटिति वदामः इति यदा कश्चन पृच्छति पृथ्वी इत्यस्य द्रव्यस्य लक्षणं किम् इति तु वयं द्रव्यम् इत्यस्य द्रव्ये गुणः अस्ति इति कृत्वा द्रव्यस्य लक्षणं तस्मिन् गुणः वर्तते इति पूर्वम् उक्तवन्तः इति कृत्वा कश्चन वक्तुं शक्नोति तत् अथवा वदेत् यत् गुणत्वे सति गन्धवत्वम् इति पृथिव्याः लक्षणम् इति झटिति प्रश्नं दृष्ट्वा कोऽपि वक्तुं शक्नोति यदा तथा सः वदति तत्र दोषो नास्ति परन्तु तत्र गुणत्वम् इत्यस्य आवश्यकता अपि नास्ति इति एव शुकोनमहोदय भवान् पठति वा? हा पठामि भगिनि. अनेन बुद्धं यत् कोऽपि लक्षणं पृच्छति चेत् तर्हि उत्तरदानप्रयासे तस्य वस्तुनः सामान्यलक्षणं ज्ञायते चेत् तल्लक्षणं योजयित्वा कमपि अन्यविषयं योजयित्वा प्रायः दोषो न भवति. किन्तु यदा विचारयामः प्रत्येकं दलस्य प्रयोजनम् अस्ति वा न वा इति, तदा तु पर्यवसितं किं? वस्तुतः गन्धवत्वं यदुक्तं तत् किमर्थम् उक्तं? जलादिभ्यः व्यावर्तनाय. किन्तु पश्चात् चिन्तनावसरे ज्ञातं यत् अयं विशेषः गन्धवत्वं न केवलं जलादिकं व्यावर्तयति अपि तु सर्वेभ्यः अन्येभ्यः व्यावर्तयति. तादृशसामर्थ्यम् अस्ति, अतः अयमेव विशेषः पर्याप्तः. गुणवत्वं नापेक्षितम् इति ज्ञात्वा पश्चात् त्यजामः इति. अत्र अस्मिन् परिच्छेदे उक्तं यत् सामान्यलक्षण लक्षणं यदा वयं निर्मीयते तदा तत्र सामान्य तत्र लक्षणं किं दत्तमस्ति अत्र? अनेन बुद्धं यत् कोऽपि लक्षणं पृच्छति चेत् तर्हि उत्तरदानप्रयासे तस्य वस्तुनः सामान्यलक्षणं ज्ञायते चेत् तल्लक्षणं योजयित्वा कमपि अन्यविषयं योजयित्वा प्रायः दोषो न भवति. अन्यविशेषं योजयित्वा प्रायः दोषो न भवति इति. यद् आवश्यकं तावत् मात्रं नास्ति, किन्तु अन्यविशेषमपि योजयामश्चेत् यदि दोषः न योजयामश्चेत् दोषः न भवति इति अस्ति. किन्तु यदा विचारयामः प्रत्येकं दलस्य प्रयोजनम्, इदानीं दलसार्थक्यम् इति एकैकं दलं स्वीकृत्य यदा वयं साधयामश्चेत् तत्र वयं द्रष्टुं शक्यते. गन्धवत्वम् इति वदामश्चेत् गन्धः गुणः इति कृत्वा यदा गन्धवत्वं इति वदामश्चेत् तत्र गुणवत्वमपि गुणवत्वम् अपि अन्तर्भूतम् अस्ति इति कृत्वा गुणवत्वम् इति भिन्नरूपेण तत्र लक्षणे योजनीयं न इति अस्ति. गन्धवत्वम् इति वदामश्चेत् तत्र गुणवत्वमपि अन्तर्भूतम् इति कृत्वा. किमर्थम् इत्युक्ते गन्धवत्वे तादृशसामर्थ्यम् अस्ति. गुणवत्वम् इति पराजातिः अस्ति गन्धवत्वस्य अपेक्षया इति कृत्वा तत्र यदा गन्धवत्वम् इति वदामश्चेत् तत्र गुणवत्वम् इति अन्तर्भूतं भवति इति. अतः अयमेव विशेषः इत्युक्ते गन्धवत्वम् इति विशेषः एव पर्याप्तः भवति, गुणवत्वं नापेक्षितम् इति ज्ञात्वा पश्चात् त्यजामः. किन्तु गुणवत्वम् इति वदामश्चेत् तत्र दोषः न भवति. किमर्थमित्युक्ते गन्धवत्वे गुणवत्वम् इति अपि अस्ति इति कृत्वा, अपि च गन्धवत्वम् इति वयं योजितम् इति कृत्वा तत्र अतिव्याप्तिदोषी अत्र कुत्रापि अन्यगुणेषु न भवति इति. सत्यं. मूलं किमस्ति? आद्यपतन असमवायिकारणं गुरुत्वम्. अनेन गुरुत्वम् असमवायिकारणम् इति अस्माभिः बुद्धं. तर्हि झटिति किं लक्षणं निर्मीयते? समवायसम्बन्धावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता इति. किन्तु अग्रे सामान्यलक्षणं नापेक्षितं, गुरुत्वरूपस्य विशेषस्य लक्षणं वक्तव्यं. तर्हि कार्यविशेषः कः? आद्यपतनम्. अनेन धर्मावच्छेदकं योजनीयम्. आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति कथनेन त्रिषु दोषेषु कोऽपि दोषः नास्ति. किन्तु यदा विचार्यते तदा आद्यपतनत्वावच्छिन्नपदसंयोजने सति तस्मिन् तादृशसामर्थ्यम् अस्ति यत् अन्येभ्यः सर्वेभ्यः व्यावर्तयति, यस्मात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वे वैयर्थम् आगतम्। समवायसम्बन्ध अवच्छिन्नत्वं नावश्यकम् इति चेत् किमर्थम् आरम्भे संयोजितं प्राप्तम् अस्ति? असमवायीकारणपदश्रवणे तस्य प्राप्तिरस्ति, अतः दत्तं परं यदा व्यर्थम् इति बुद्धं तदा त्यक्तञ्च। इदानीम् एतादृशतर्केण प्रकृतविषये आद्यपतनत्व असमवायीकारणत्वं कारणं गुरुत्वम् इत्यस्मिन् प्रसङ्गे किं पर्यवसति इत्युक्ते, यथा गन्धवत्वे गुणवत्वम् इति सूचनसामर्थ्यमस्ति, तदा प्रकृतविषये अपि आद्यपतनम् इति दलं योजयामश्चेत् तत्र समवायसम्बन्ध पतनम् इति तु क्रिया, आद्यपतनम् इति क्रिया, क्रिया तु समवायसम्बन्धेन एव कार्याधिकरणे भवितुम् अर्हति इति कृत्वा तत्र समवायसम्बन्ध अवच्छिन्नकार्यता इति तत्र वक्तुं न आवश्यकम् एव। किन्तु यदा वदामश्चेत् तथा नास्ति, तत्र क्रिया समवायसम्बन्धेन अस्ति इति तत्र नास्ति, तत्र वस्तुतः गुरुत्वम् इति खलु, यतोहि तत्र इत्युक्ते यद् भवान् उक्तवान् तत् सत्यमेव, परन्तु तत्कारणेन तत्र तद् आवश्यकं नास्ति इति न, परन्तु यदा वयं पूर्वमपि दृष्टवन्तः समवायसम्बन्ध अवच्छिन्नकार्यता इति तत्र नास्ति चेत् अपि तत्र अतिव्याप्तिः अन्यत्र कुत्रापि न आगच्छति, इत्युक्ते क्रिया इति कृत्वा तत्र अस्ति इति आवश्यकता नास्ति इति न, परन्तु अन्यत्र कुत्रापि अतिव्याप्तिः नास्ति इति कृत्वा तत्र तस्य आवश्यकता नास्ति इति। प्रायः किमर्थम् अतिव्याप्तिः न भवति? क्रिया तु समवायसम्बन्धेनैव भवितुमर्हति किल, अतः अतिव्याप्तिः न भवति? न, तथा न खलु, यतोहि तत्र घटकार्यम् इति स्वीकुर्मः चेत् तत्र घटः अपि समवायसम्बन्ध अवच्छिन्नकार्यता एव इति कृत्वा तत्र, परन्तु तत्र आद्यपतनत्व इति निवेशनेन अतिव्याप्तिदोषः यत्र अन्य तत्र वस्तुतः समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति समवायि असमवायिकारणस्य लक्षणम्। तर्हि इदानीम् आद्यपतनत्वम् इति निवेशनं कृतं चेत् यत्र यत्र असमवायिकारणम् अस्ति तत्र सर्वत्र धर्मेण एव तद् भिद्यते, इत्युक्ते आद्यपतनत्व अवच्छिन्नकार्यता घटत्व अवच्छिन्नकार्यता इत्यस्मात् भिन्ना इति कृत्वा तत्र केन सम्बन्धेन कार्यता अवच्छिन्ना इति अत्र तस्य आवश्यकता नास्ति इति एव। यथा क्रिया अपि समवायसम्बन्धेन एव कार्याधिकरणे अस्ति, घटमपि समवायसम्बन्धेन एव घटः अपि कार्याधिकरणे अस्ति इति तत्सर्वं सत्यं, परन्तु तेन कारणेन अत्र आवश्यकता नास्ति इति न, परन्तु अतिव्याप्तिदोषः न भवति इति कृत्वा तस्य आवश्यकता नास्ति, वैयर्थ्यं भवति इति तस्य आवश्यकता नास्ति इति एव पर्यवसिता। इत्युक्ते आद्यपतनम् इति गुरुत्वेन एव जायते इति कृत्वा अतिव्याप्तिः न भवति इति घटे। आद्यपतनत्वम् आद्यपतनत्वम् इति गुरुत्वस्य इत्युक्ते गुरुत्वम् इति आद्यपतनस्य कारणम्, आद्यपतनत्वम् इति धर्मेण तत् कार्यम् अवच्छिन्ना इति कृत्वा घटे अतिव्याप्तिः न भवति, इत्युक्ते घटे घटस्य असमवायिकारणम् अपि च आद्यपतनस्य असमवायिकारणं तयोः व्यावर्तनं भवति धर्मेण, आद्यपतनत्वम् इति धर्मेण आद्यपतनस्य असमवायिकारणं भिन्नं, घटत्वम् इति धर्मेण घटस्य असमवायिकारणं भिन्नम् इति। आम्, किन्तु आद्यपतनक्रिया तु गुरुत्वेन एव जायते, सत्यं, तदर्थमेव लक्षणवाक्यमस्ति आद्यपतनत्व असमवायिकारणम् इति खलु, परन्तु अत्र प्रश्नः किञ्चित् भिन्नः, इत्युक्ते द्वयमपि असमवायिकारणं, तत्र धर्मः स्थापयामः चेत् स्थाप्यते चेत् तत्र धर्मेण द्वयोः समवायिकारणयोः भेदः तत्र भवति इति कृत्वा आं भगिनि, किन्तु अत्र सम्बन्धेन अवच्छिन्ना भवति इत्यस्य आवश्यकता नास्ति इत्येव. आम् तदेव इदानीं दलत्रयमस्ति, आद्यपतनम् इति एकं, समवायसम्बन्ध अवच्छिन्न कार्यता इति एकं, समवायसम्बन्ध कारणता इति तृतीयम्. अत्र समवायसम्बन्ध अवच्छिन्न कार्यता इति दलं त्यजामश्चेत् न किमपि दोषः भवति इत्येव चर्चा. सत्यं. तद् कथं वा त्यक्तुं शक्यते इति चेत्, यदा वयम् आद्यपतनम् इति क्रिया इति दलं स्वीकुर्मश्चेत् तत्र तस्मिन् तादृशसामर्थ्यमस्ति येन असमवायिकारणेन एव क्षम्यतां समवायसम्बन्ध अवच्छिन्न समवायसम्बन्धेन एव कार्याधिकरणे भवितुम् अर्हति इति कृत्वा तत्र समवायसम्बन्ध अवच्छिन्न कार्यता इति दलं त्यक्तुं शक्यते. न, तथा नास्ति. तदेव वदामि, आद्यपतनत्व अवच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यता कार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्न कारणता इति वदामः चेत् अन्यत्र इति वदामः चेत् एव गुरुत्वस्य लक्षणं पर्यवसितं भवति. इत्युक्ते समवायसम्बन्ध अवच्छिन्न कार्यता इति तत्र दोषः नास्ति, परन्तु तस्य आवश्यकता नास्ति, यतोहि तेन अन्यत्र कुत्रापि अतिव्याप्तिः न भवति इति एव. इत्युक्ते प्रायः भवान् अवगच्छति एव, प्रायः भिन्न पदैः वदति इति चिन्तयामि. भिन्नपदैः इति नास्ति, किन्तु भिन्नकारणेन अहं वदामि. तत्र प्रायः द्वयमपि स्यात् महोदय, परन्तु अत्र यथा लिखितमस्ति, मम अवगमनं यत् अस्ति इत्युक्ते तत्र आद्यपतन अवच्छिन्नप्रयोजनेन तत्र अन्य असमवायिकारणेभ्यः तत्र पृथक् करोति एव आद्यपतनत्वम् इत्यनेन इति कृत्वा तत्र समवायसम्बन्ध अवच्छिन्नकार्यता इत्यस्य आवश्यकता नास्ति. ओ अस्तु, प्रायः यद्भवति अत्र, किन्तु यदा विचार्यते तदा आद्यपतनत्व अवच्छिन्नपदे योजने सति तस्मिन् तादृशसामर्थ्यम् अस्ति यत् अन्येभ्यः सर्वेभ्यः व्यावर्तयति, यस्मात् कार्यतायां समवायसम्बन्धावच्छिन्नपि वैयर्थ्यम् आगतम् इति. इदानीं तत्र घटे अपि समवायसम्बन्धावच्छिन्न कार्यता अस्ति, तादृशम् अपि तादृशस्थलेषु अपि वैयर्थ्यम् अनेन आगतम् इति भवती वदति. सत्यम् इति कृत्वा यत्र यत्र असमवायिकारणमस्ति तत्र सर्वत्र यत् अतिव्याप्तिः अस्ति तद् आद्यपतनत्व अवच्छिन्न इत्यस्य योजनेन गच्छति इति कृत्वा समवायसम्बन्ध अवच्छिन्न कार्यता इत्यस्य आवश्यकता नास्ति इति. अस्तु, अतः समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम् इति चेत् किमर्थम् आरम्भे योजितं प्राप्तमस्ति इति, असमवायीकारणपदश्रवणे तस्य प्राप्तिरस्ति इति कृत्वा, अतः दत्तं परं यदा व्यर्थम् इति बुद्धं तदा त्यक्तुम् अर्हति इति अभवत्. तर्हि तत्र औदासीन्यम् इति अस्ति खलु, तत् बहु लघु करपत्रम् अस्ति, तदपि झटिति पठेम, यतोहि तेन गुरुत्वस्य प्रसङ्गः समाप्तः जायते. तर्हि रामप्रिया भगिनी पठति वा? तत्र उदासीने इति पदम् आगतम् अस्माकम् अन्तिमपरिच्छेदं यत् पठितवन्तः, तत्र उदासीने इत्युक्ते अप्रासाङ्गिकः इति उक्तवन्तः, तर्हि तस्मिन् विषये एव तत्र अस्ति. भगिनी पठतु. आम्, औदासीन्यं गुरुत्वलक्षणवाक्ये कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य उपादाने यद्यपि त्रिषु दोषेषु कोऽपि दोषो नास्ति, तदापि तस्य निवेशनेन वैयर्थ्यं प्रदर्शितम्, अतः तस्य अनावश्यकता पर्यवसिता. अस्मिन्नेव प्रसङ्गे द्रवत्वलक्षणवाक्ये अपि तादृशी वार्ता भवति, नाम एकवारं यदा कार्यतायाम् अवच्छेदकधर्मः निवेशितः तदा तस्यामेव कार्यतायाम् अवच्छेदकसम्बन्धस्य आवश्यकता नास्ति. तदर्थं विद्याधर्यां वाक्यं दत्तमस्ति, इत्थमेव अग्रिमे द्रवत्वलक्षणे अपि आद्यस्यन्दनत्व अवच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायीकारणे अतिव्याप्तिवार्यते इति तत्रापि कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न देयम् एव. अत्र औदासीन्यम् इति शीर्षकमस्ति. यदा वयं गुरुत्वलक्षणवाक्ये इदानीमेव दृष्टवन्तः कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य उपादाने इत्युक्ते तद् दलं त्यजामः तत्र किमपि दोषः न भवति इति. यदा योजयामः निवेशनेन वैयर्थ्यं प्रदर्शितम् अतः तस्य अनावश्यकता पर्यवसिता. यदा अस्ति चेदपि कोऽपि दोषः नास्ति. त्यजामः चेदपि कोऽपि दोषः न भवति. अतिव्याप्तिः आदिदोषः न भवति इति. अस्मिन्नेव प्रसङ्गे द्रवत्वलक्षणवाक्ये अपि तादृशी वार्ता भवति. इत्युक्ते यदा द्रवत्वलक्षणवाक्यं वयं परिशील्यामः तत्रापि अस्मिन्नेव कारणं भवति. यदा वयम् इदानीं दृष्टवन्तः यदा कार्यतायाम् अवच्छेदकधर्मः निवेशितः तदा तस्याम् एव कार्यतायाम् अवच्छेदकसम्बन्धस्य आवश्यकता नास्ति. यदा कार्यतायाम् अवच्छेदकधर्मः इत्युक्ते अस्मिन् प्रसङ्गे समवायसम्बन्धेन अवच्छिन्नत्वं न भगिनि क्षम्यताम् एकक्षणं तत्र तत्र किम् आसीत् तत्र अवच्छेदकधर्मः इत्युक्ते किम्? ओहो हो क्षम्यतां क्षम्यता. कार्यतायाम् अवच्छेदकधर्मः यदा गुणत्वम् इत्युक्ते गुणत्वं न इदानीं तत्र कार्य तत्र लक्षणवाक्यं किम् आसीत् आद्यपतन अद्यपतनत्व इति अवच्छेदकधर्मः आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आद्यपतनत्वमेव अवच्छेदकधर्मः धर्मः. तत्र पूर्वकरपत्रे किम् उक्तवन्तः आद्यपतनत्वम् इति अवच्छेदकधर्मः इति योजनेन एव श्रूयते वा? हा श्रूयते मध्ये किञ्चित् अस्तु अस्तु न आद्यपतनत्वम् इति अवच्छेदकधर्मस्य निवेशनेन एव तत्र लक्षणवाक्यं पर्यवसितं भवति. कार्यतायाः अवच्छेदकसम्बन्धस्य आवश्यकता नास्ति इति इदानीमपि तत्र शुकोनमहोदयेन अपि उक्तं खलु. तद्वत् एव तत्र द्रवत्वलक्षणे अपि तत्र उदासीने इति पदम् आगच्छति. तर्हि इति प्रसङ्गः. तर्हि अग्रे पठतु तत्र उदासीनशब्दः इत्युक्ते किम् इति. उदासीनशब्दः कः अर्थः किमर्थम् अत्र प्रयुक्तः इति प्रश्नः आगच्छति. ग्रन्थे एव दत्तमस्ति उदासीनम् इत्यस्य प्रकृतसम्बन्धम् इति अर्थः. प्रकृतसम्बन्धम् इति अर्थः प्रकृतसम्बन्धम् असम्बन्धं न सम्बन्धम् इति. उदासीनशब्दस्य अर्थो भवति प्रकृतासम्बन्धं यथा गुरु असम्बन्धं सम्बद्धं सम्बद्धम् एव आम् सम्बद्धं यदा गुरुत्वस्य लक्षणम् आद्यपतन असमवायीकारणं गुरुत्वम् एवमेव आद्यसन्त्यन्दन असमवायीकारणं द्रवत्वम् उभयत्र वार्ता समाना. तत्र दलप्रयोजनं चिन्तयामः चेत् गुरुत्वस्थले समवायसम्बन्ध अवच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं गुरुत्वस्य लक्षणम् इति प्रथमतया आगच्छति. तत्र अस्माभिः किं दृष्टम्? यदि लक्षणे आद्यपतनत्व अवच्छिन्नत्वं न दीयते तर्हि किं लक्षणम् अवशिष्यते? समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति. अस्य अतिव्याप्तिः कुत्र? यत्र कुत्रापि असमवायीकारणे उदासीने प्रकृते यत् इष्टं नास्ति. प्रकृते किं प्रवर्तमानम् अस्ति? गुरुत्वलक्षणम्. इदानीम् उक्तलक्षणवाक्यञ्च गुरुत्वे गच्छति किन्तु अन्यत्र अपि गच्छति. कुत्र? कपालसंयोगे. तर्हि कपालसंयोगः अत्र उदासीनः. यतोहि प्रसङ्गे तस्य कापि आवश्यकता नास्ति. गुरुत्वलक्षणस्य प्रतिपालनक्रमे कपालसंयोगस्य का उपयोगिता कापि नास्ति, अतः स च कपालसंयोगः उदासीनः. उदासीनः इति पदस्य किमर्थम् इति, किम् अर्थः इति अत्र दत्तम् अस्ति, कः अर्थः? आप्रसङ्गिकम् इत्युक्ते प्रकृत असम्बद्धम् इति अर्थः. अत्र तस्मिन्नेव विषये दत्तम् अस्ति, यदा वयं गुरुत्वस्य दलप्रयोजनं चिन्तयामः चेत् गुरुत्व समवायसम्बन्ध अवच्छिन्न आद्यपतन अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति गुरुत्वलक्षणम् इति प्रथमम् आगच्छति. अत्र वयं यदा आद्यपतनत्व अवच्छिन्नत्वम् इति दलं त्यजामः चेत् समवाय सम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति आगच्छति. तत्तु असमवायिकारणस्य सामान्य लक्षणवाक्यमासीत् अस्ति. अत्र अतिव्याप्तिः कुत्र आगच्छति इत्युक्ते असमवायिकारणेन यत्र कुत्रापि आगच्छति इत्युक्ते यदा कपाल द्वयसंयोगः घटं प्रति असमवायिकारणं तत् अस्मिन् स्थले तस्य अतिव्याप्तिदोषः आगच्छति. परन्तु अस्माकं विषयः अस्ति गुरुत्वलक्षणमेव, अतः एतत्तु उदासीनः अस्ति. कपालसंयोगः अत्र उदासीनः इत्युक्ते अप्रसङ्गिकम् अस्ति. गुरुत्वलक्षणस्य प्रतिपालनक्रमे कपालसंयोगस्य कापि आवश्यकता नास्ति, अस्मिन् प्रसङ्गे तस्य आवश्यकता नास्ति, अतः तद् कपालद्वयसंयोगः उदासीनः. हा, तत्र केवलं कपालद्वयसंयोगः उदासीनः इति न, परन्तु असमवायिकारणम् अपि खलु, असमवायिकारणे उदासीने इति आसीत् इति कृत्वा तत्र असमवायि उदाहरणे कपालद्वयसंयोगः उदासीनः. सत्यम्. अग्रे भगिनि. उदासीनः नाम यत्र अस्माकम् अपेक्षा नास्ति. यथा कस्मिंश्चित् विषये चर्चा प्रवर्तमाना तदा कोऽपि अन्यत् किमपि वदति यत् असम्बद्धम् इति चेत् सः उदासीनं वदति. आप्रसङ्गिकं प्राकृतासम्बद्धं, प्रकृतेन सह यत् सम्बन्धं सम्बद्धं नास्ति. प्रकृतगुरुत्वलक्षणविषये कपालसंयोगः उदासीनः, तत्र अतिव्याप्तिः. एवमेव कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं तथैव उदासीनम्. उदासीनः नाम किं कः इत्युक्ते यत्र अस्माकं विवक्षा नास्ति, अपेक्षा नास्ति इत्युक्ते अप्रासङ्गिकमस्ति तत् प्रकृत असम्बन्धम् एव. प्रकृतेन सह प्रकृत असम्बन्धम् इत्युक्ते प्रकृतेन सह यत् सम्बन्धं नास्ति इति तस्य विवरणमपि अस्ति. प्रकृतगुरुत्वलक्षणविषये कपालसंयोगः तु उदासीनः, तत्र अतिव्याप्तिः अपि भवति. कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वम् इति यद् दलम् अस्ति तदपि अप्रासङ्गिकम् उदासीनम् अस्ति. अस्माकम् अपेक्षा नास्ति तत्र. अग्रे भगिनि. प्रसङ्गे लोके उदासीनसम्प्रदायः अस्ति, तेषां विचारोऽयं विषयेभ्यः औदासीन्यम् इति. उदासीनताभावः लौकिकविषयेभ्यः औदासीन्यं नाम जगति यत्किमपि अस्ति तस्मिन् लिप्तता मास्तु. यत्किमपि जीवने आगच्छति तत् प्रति उदासीनभावः आगतः गतश्च तस्यां दिशि मनसि रुचिः न स्यात्, चिन्तनं न स्यात्, क्रोधो वा रोगो वा उभय अपि न स्यात् इति उदासीनभावः. अत्र उदासीनभावः इत्युक्ते किम् इति दत्तमस्ति. लोके उदासीनसम्प्रदायः इति अस्ति इति दत्तमस्ति. इत्युक्ते विषयेभ्यः औदासीन्यम् उदासीनताभावः औदासीन्यम् इति लौकिकविषयेभ्यः औदासीन्यम् इत्युक्ते किम् इति दत्तं यत्किमपि लोके अस्ति तस्मिन् लिप्तता इत्युक्ते आसक्तिः नास्ति इति. जगति जीवने किमपि आगच्छति चेत् तत् प्रति अपि उदासीनभावः मनसि रुचिः न स्यात् तस्यां चिन्तनं न भवति क्रोधः वा रागः वा इत्युक्ते आसक्तिः एव तदपि न स्यात् इति उदासीनभावस्य विषये दत्तमस्ति. तर्हि शास्त्रे उदासीनशब्दो नाम प्रकृत असम्बद्धम् उदासीनस्य अर्थः शास्त्रे न सम्प्रदाये न सम्प्रदाये च साम्यम् अस्ति यस्य किमपि प्रयोजनं नास्ति रागद्वेषक्रोधादीनां जीवने किमपि प्रयोजनं नास्ति. एवमेव रीत्या गुरुत्वलक्षणवाक्यस्य कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य किमपि प्रयोजनं नास्ति. यदा उदासीन इति औदासीन्यम् इति भावेन जीवने कोऽपि प्रयोजनं नास्ति तावदेव गुरुत्वलक्षणवाक्ये कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य इति दलस्य किमपि प्रयोजनं नास्ति इति दत्तम्. सम्यक् गुरुत्वस्य चिन्तनं नवनवतिप्रतिशतं समाप्तम्. इतोपि एकं लघु करपत्रमस्ति तत् परिसमाप्य अग्रे द्रवत्वविषये चिन्तनं कुर्मः. तर्हि आगामिकक्षायां मेलिष्यामः. शुभरात्रिः. धन्यवादः भगिनी. शुभरात्रिः.